सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्। आरम्भे एकं सुभाषितं शृणुमः, तत्पश्चात् पाठं प्रति सरेम। भगिनी श्रावयतु। ॐ गुरुभ्यो नमः। विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशस्सुखकरी। विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने। विद्या परा देवता विद्या राजसु पूज्यते न तु धनम्। विद्या विहीनः पशुः। गुरुभ्यो नमः। धन्यवादाः भगिनि। धन्यवादाः। अद्यतनविषयः नूतनविषयः एकविंशः पाठः। अद्य, ह्यः, श्वः, परश्वः, प्रपरश्वः इत्यादीनि अव्ययानि भवन्तः जानन्ति एव। श्वः कार्यम् अद्य कुर्वीत इति एकं वाक्यम् अस्ति, उत्तमं वाक्यम् अस्माकं कृते। एतानि पदानि अव्ययपदानि। उदाहरणार्थं वाक्यानि वदामश्चेत्, अहं ह्यः गीतं श्रुतवती, अहं परह्यः चलनचित्रं दृष्टवती, प्रपरह्यः विशेषपाकं कृतवती इति भूतकालार्थे ह्यः, परह्यः, प्रपरह्यः इत्यादीनि अव्ययानि योजयित्वा वाक्यानि रचयितुं शक्नुमः। अद्य इति अवगन्तुम् एकं श्लोकं प्रेषितवती, कालिदासेन विरचितं श्लोकद्वयं प्रेषितवती। भवन्तः सर्वे तां कथां पठितवन्तः इति मन्ये। अद्य धारा निराधारा, निरालम्बा सरस्वती, पण्डिताः खण्डिताः सर्वे भोजराजे दिवङ्गते, भोजराजे दिवङ्गते, पण्डिताः खण्डिताः भवन्ति इति आरम्भे उक्तवान्। तत्पश्चात् तं श्लोकमेव स्वीकृत्य तस्य किञ्चित् परिवर्तनं कृत्वा अद्य धारा सदाधारा, सदालम्बा सरस्वती, पण्डिताः मण्डिताः सर्वे भोजराजे भुवङ्गते, तत्र अद्य इति पदमस्ति, तदर्थं प्रेषितवती। अद्य, ह्यः, श्वः इत्यादीनि अव्ययानि प्रयुज्य वाक्यानि भवन्तः सर्वे लेखितुं शक्नुवन्ति, अहं सम्यक् जानामि। इतोपि किं ज्ञातव्यम् इत्युक्ते, अद्य एकविंशः दिनाङ्कः, ह्यः विंशः दिनाङ्कः, श्वः द्वाविंशः दिनाङ्कः इत्युक्ते दिनाङ्कः कः इति वक्तुमिच्छामश्चेत् तदा अपि अद्य, श्वः, ह्यः इत्यादीनाम् अव्ययानां प्रयोगं कृत्वा वदामः। तथा एव अद्य अष्टमीतिथिः, ह्यः सप्तमीतिथिः, श्वः नवमीतिथिः, तादृशानि वाक्यानि अपि। भगिनि, सारी टु इण्टरप्ट्, विशेष अद्य दिनस्य विशेष कोऽपि माम् उक्तवती, ऐ वुड् लैक् टु शेर् दट्। अद्य एकविंशतिशतकः, शतके एकविंशतिवर्षे एकविंशतिदिनाङ्कः इति, 21st century, 21st year in the 21st century, and date is also 21st. इति शेर् कर्तुम् इच्छामि। धन्यवादाः भगिनी। शमिता भगिनी, भगिनी उक्तवती, यु सेण्ट् समथिङ्ग्, प्रेषितवती, किं अहं न प्राप्तवती भगिनी? कालिदासकथा प्राप्तं, कदा प्रेषितवती? गते सप्ताहे, इत्युक्ते उत्तमं परिशीलनं तत्र अस्ति। अद्य, श्वः, ह्यः इत्यादीनि पदानि योजयित्वा, अद्य गुरुवासरः, ह्यः बुधवासरः, श्वः शुक्रवासरः इत्यादीनि वाक्यानि अपि वयं लेखितुं शक्नुमः। अद्यतनपाठः सरलः एव, तत्र शीर्षकमस्ति, श्वः जयः कस्य, श्वः कस्य जयः भविष्यति इति तत्र विषयः अस्ति। एतादृशानाम् अव्ययानां प्रसङ्गे किञ्चित् ज्ञातव्यमस्ति। श्वः इति पदम् अव्ययपदमस्ति। अहं पाठस्य शीर्षकं दृष्ट्वा वदन्ती अस्मि। अत्र जयः इति पदं जी धातोः रूपमस्ति। जी धातुतः जयः इति पदम् अच् प्रत्ययस्य योजनेन निर्मितं भवति. तत्र एकं विशिष्टं सूत्रम् अस्ति, एरच् इति सूत्रेण जि धातुतः जयः इति पदं सिद्ध्यति. अपि च अत्र श्वः इति सकारान्तशब्दः, सकारान्तप्रातिपदिकम् अस्ति, तस्य श्वस् इति प्रातिपदिकम् अस्ति, किन्तु तस्य रूपं श्वः. अव्ययं किमर्थम् उच्यते इत्युक्ते तेषां रूपं सर्वदा समानं भवति. इत्युक्ते अव्ययानां पदानाम् अन्ते यः सुप्रत्ययः अस्ति तस्य लोपः भवति, किन्तु अव्ययानि अपि सुबन्तपदानि एव. तेषाम् अन्ते यः सुप्रत्ययः अस्ति तस्य लोपः अभवत्, तावान् एव भेदः अस्ति. अव्ययानि इमानि इति अहम् उक्तवती. इत्युक्ते तेषां रूपं सर्वासु विभक्तिषु, सर्वेषु वचनेषु, सर्वेषु लिङ्गेषु तस्य रूपं समानं भवति. तस्मिन् प्रसङ्गे भवन्तः सर्वे एकां कारिकां श्रुतवन्तः इति अहं मन्ये. तत्र एका कारिका अस्ति, सदृशं त्रिषु लिङ्गेषु, सर्वासु च विभक्तिषु, सर्वेषु च वचनेषु, यन्नव्येति तदव्ययम्, यन्नव्येति तदव्ययम्, तस्य रूपं न भिद्यते, तस्य रूपं समानमेव. सर्वासु विभक्तिषु, सर्वेषु वचनेषु, सर्वेषु लिङ्गेषु इमानि पदानि यथावत् तिष्ठन्ति इति अत्र विषयः. भगिनी वदतु. तत्र जय इति शब्दस्य एकः विशेषः अस्ति, तत् कटपयादि संख्या उपयुज्महे चेत् 18 इति संख्या अस्ति जय इति शब्दस्य. केवलं इन्फर्मेशनल्. इतोपि वदतु, महाभारतस्य नाम जयः अस्ति, किमर्थं वदतु? महाभारतस्य नाम पूर्वं जयः इति एव आसीत्. किमर्थं चेत् तत्र जयः इत्युक्ते कटपयादि परिक्रमे अष्टादश इति संख्या भवति. तत्र महाभारते अष्टादश अध्यायानि किल, गीतायामपि अष्टादश अध्यायानि, अक्षौहिणी सेनापि अष्टादश इति अष्टादश इत्यस्य प्रामुख्यता अस्ति सर्वत्र. तत्र कथम् आगच्छति चेत् तत्र जा इत्यस्य अष्ट कटपयादि क्रमे अष्ट इति संख्या भवति, या इत्यस्य एकः, तत्र एकाशीतिः भवति. नन्तरं तस्य मिरर् इमेज् भूत्वा अष्टादश इति भवति कटपयादिक्रमे. अतः जयः इत्युक्ते अष्टादश संख्या, अपि च प्रामुख्यता भवति. नन्तरमेव महाभारत इति नाम आगतम्. संख्यानां वामतो गतिः इत्यनेन 81 इत्यस्य अष्टादश भवति. उत्तमं, संख्यानां वामतो गतिः, उत्तमं विषयं स्मारितवती भगिनी, धन्यवादाः. जय इति पदस्य प्रसङ्गे किञ्चित् ज्ञातव्यम्. अपि च श्वः इति अव्ययपदमस्ति. श्वः इत्युक्ते अनागतं दिनम्, इदानीं पर्यन्तं न आगतम्, अनागतः अहः. तत्र सन्धिं कुर्मः चेत् अनागताहः इति भवति. तत्र अहन् इति नकारान्तशब्दः. श्वः इति अनागतं दिनम्, अद्य इत्युक्ते वर्तमानं दिनम्, अस्मिन् दिने अथवा अस्मिन् अहनि इति अपि साधु एव. वयं सर्वे श्रुतवन्तः एव अद्यतन, श्वस्तन, ह्यस्तन इत्यादीनि पदानि. एकम् अन्यत् पदं बहु प्रसिद्धं पदमस्ति, अद्यावधि. संस्कृतभाषा इव शास्त्रीयभाषा अद्यावधि मया न दृष्टा, एतावत्पर्यन्तम् इत्यस्मिन् अर्थे तत्र अद्यावधि, अद्य योगः अवधिः, अद्यावधि संस्कृतभाषा इव शास्त्रीयभाषा मया न दृष्टा. श्वः इत्युक्ते अनागतं दिनं, परश्वः इत्युक्ते आगामिदिनात् परं दिनम्. एतानि पदानि सकारान्तपदानि, ह्यः इत्युक्ते गतं दिनम्. एतानि अव्ययपदानि, किन्तु कृदन्तपदानि परिशीलयामश्चेत् कृत्वा, पठित्वा, गत्वा इत्यादीनि पदानि अपि अव्ययानि एव. पठितुं, गन्तुं, लेखितुम् इत्युक्ते तुमुन्नन्तपदानि, क्त्वा प्रत्ययान्तरूपाणि अपि अव्ययपदानि एव. केवलं स्मारयामि, कृदन्तव्ययानि तानि पदानि. वयम् अधुना पाठं प्रति सरेम. सर्वे पुस्तकं पश्यन्तु. अत्र भगिनि वन् मोर् पायिण्ट् जस्ट् अहं स्मरितवती किल, स्मृतवती. जया जि धातु परस्मैपदी, अतः जयति इति भवति. परन्तु वि उपसर्गसहिता दट् चेञ्जस् परिवर्तनं भवति आत्मनेपदी इति. उत्तमं. विजयति तत्र सूत्रमस्ति वि पराभ्यां जेः. वि पर एताभ्यां द्वाभ्याम् उपसर्गाभ्यां योगे तस्य रूपं, यद्यपि जि धातुः परस्मैपदी धातुः अस्ति किन्तु वि उपसर्गस्य योजनेन, परा उपसर्गस्य योजनेन तस्य अन्ते आत्मनेपदीप्रत्ययानां प्रयोगः भवति इति विषयः. अन्यबिन्दुः सत्यमेव जयते, तत्र जयते पदे किमपि उपसर्गः नास्ति, परन्तु तत् श्रुतिवाक्यम् अतः हर्षवाक्यम् इति स्मृत्वा तत् दोषः न भवति. सत्यमेव जयते. उत्तमं. सत्यमेव जयते इति छन्दसः वाक्यम् इत्युक्ते आर्षप्रयोगः इति, तत्र दोषः नास्ति. किन्तु यदि वयं तादृशानि वाक्यानि लेखितुम् इच्छामश्चेत् लौकिकव्याकरणे तत्र श्रम एव जयते इति वाक्यम् असाधुवाक्यं. तत्र केवलं श्रम एव जयति इति एव वक्तव्यं भवति. गोमती भगिनी, अत्र किं लिखितमस्ति, पठतु. श्वः कस्य जयः शीर्षकमस्ति. श्वः कस्य जयः प्रश्नवाचक अस्ति. श्वः इत्युक्ते अव्ययम् अस्ति. कस्य इत्युक्ते किं शब्दस्य षष्टिविभक्ति प्रथम एकवचनं. एण्ड् जयः जि धातोः अपि चर्चा अभवत्. जि धातोः अच् प्रत्ययस्य योजनेन एरच् इति सूत्रेण जयः इति पदं भवति. अत्र कस्य इति पदमस्ति. कस्य इति पदस्य प्रसङ्गे भवती इतोपि किं जानाति, वदतु. कस्य षष्टिविभक्तिपदमस्ति तद्. प्रातिपदिकं किं तत्र, किं किम्? उत्तमम्. अत्र किम् इति प्रातिपदिकमस्ति. किम् इति मकारान्तप्रातिपदिकमस्ति. तत्र किम् इति शब्दात् पुंलिङ्गे कः इति रूपं सिद्ध्यति, किन्तु नपुंसकलिङ्गे किमेव दृश्यते. तत्र किमः कः इति एकं सूत्रमस्ति. तदर्थमेव पुंलिङ्गे कस्य इति रूपं सिद्ध्यति. अत्र कस्य जयः, अत्र लिङ्गं किम्? अत्र पुल्लिङ्गमस्ति. किं पदस्य पुल्लिङ्गरूपं षष्टिविभक्ति एकवचनं. किं शब्दस्य रूपाणि त्रिषु लिङ्गेषु भवन्ति? केवलं प्रथमान्तानि रूपाणि त्रिषु लिङ्गेषु स्मारयतु. कः, कौ, के, का, के, काः, किं, के, कानि. उत्तमं. किम् इति मकारान्तशब्दः, तस्य रूपाणि त्रिषु लिङ्गेषु भवन्ति. सप्तसु विभक्तिषु त्रिषु वचनेषु तस्य रूपाणि ज्ञातव्यानि इति विषयः. अग्रे पठतु. उच्चैः पठत, जानीत च. उच्चैः पठत. उच्चैः इत्युक्ते शब्दम् उच्चैः कृत्वा अव्ययमस्ति. पठत इत्युक्ते पठधातोः लोट् अस्ति. पठतु, पठतात्, पठतां, पठन्तु, पठ, पठतात् पठतं पठत पठानि पठाव पठाम इति रूपाणि भवन्ति लोट् लकारे. पठधातु उभ्वादिगणे गणीयधातुः अस्ति, परस्मैपदी धातुः, सकर्मकधातुः. जानीता, जानीता अपि लोट् लकार पद क्रियापदमस्ति. यूयं जानीत, तत्र ज्ञाधातुः, ज्ञाधातुः क्रियादिगणे अस्ति. लोट् रूपाणि भवन्ति जानातु, जानीतां, जानन्तु, जानीहि, जानीतं, जानीत, जानानि, जानाव, जानाम इति भवति लोट् रूपाणि. अत्र एकः विषयः अस्ति, भवती उत्तमरीत्या उक्तवती भगिनी, धन्यवादाः. पठतरूपम् अस्ति, जानीतरूपम् अस्ति, भवती सर्वाणि रूपाणि उक्तवती एव. अत्र जानीहि इति पदमस्ति, कोऽपि वदति वा किमर्थं तादृशं रूपं सिद्ध्यति? अत्र वैशिष्ट्यमस्ति, मध्यमपुरुष एकवचनरूपम्. हि लोपः न भवति, अङ्गम् अदन्ताङ्गं नास्ति चेत्. उत्तमम्. पठ् धातुं स्वीकुर्मः चेत् पठ् धातोः लोट् लकारे मध्यमपुरुष एकवचनरूपं पठ भवति, किन्तु अत्र जानीहि इति रूपम् अस्ति. किमर्थम् इत्युक्ते तत्र एकं विशिष्टं सूत्रमस्ति, सेर्हे पिच्च इति सूत्रेण तत्र हि आदेशः भवति, किन्तु अङ्गम् अदन्तम् अस्ति चेत् तस्य लोपः भवति, अनदन्तम् अङ्गम् अस्ति चेत् तत्र यथावत् तिष्ठति. इत्युक्ते अतो हेया भगिनि, अतो हेः इति सूत्रमस्ति, तेन सूत्रेण हि इत्यस्य लोपः भूत्वा दशधातुगणाः सन्ति, तेषु दशसु गणेषु चतुर्षु गणेषु एव अदन्तमङ्गं सिद्ध्यति, अन्येषु गणेषु अनदन्तम् अङ्गमस्ति. यत्र यत्र अनदन्तम् अङ्गमस्ति तत्र ईदृशानि रूपाणि सिद्ध्यन्ति मध्यमपुरुष एकवचने लोट् लकारे, किन्तु अदन्तमङ्गमस्ति चेत् तत्र तस्य लोपः भूत्वा भव, पठ, गच्छ, लिख इत्यादीनि रूपाणि सिद्ध्यन्ति. तत्र वैशिष्ट्यमस्ति. दश दशासु गणेषु 1, 4, 6, 10 अदन्त एव किल, दट्स् वै दे आर् ग्रूप् टुगेदर् यूजुलि. अदन्तमङ्गं सिद्ध्यति. वदतु भगिनि. अद्य, श्वः, परश्वः, प्रपरश्वः, ह्यः, परह्यः, प्रपरह्यः इति अव्ययपदानि अत्र दत्तानि. एतैः अद्य इत्युक्ते यत् अत्र भवति तद्, श्वः इत्युक्ते आगामि दिनं, परश्वः इत्युक्ते तस्य अपि परदिनं, प्रपरश्वः इत्युक्ते परश्वस्य परं यद्दिनम् आयाति तत्. ह्यः इत्युक्ते यद् अभवत् तद्दिनं, परह्यः तस्य पूर्वदिनं, प्रपरह्यः इत्युक्ते तस्यापि पूर्वं दिनम् इति अव्ययपदानि दत्तमस्ति अत्र. अत्र मङ्गलवासरः विशिष्टरीत्या लिखितमस्ति, किमर्थम्? तत्र अनुस्वारस्य ङकारः भवति, मङ्गल ययि अनुस्वारस्य ययि परसवर्णः इति सूत्रेण गकारस्य परसवर्णः ङकारः अत्र आगच्छति, मङ्गलवासरः इति अभवत् अत्र. उत्तमम्. इत्युक्ते अनुस्वारसहितं रूपम् असाधुरूपम्, अत्र एवं रीत्या एव लेखनीयम्. मङ्गल इत्युक्ते अहं चिन्तयामि शुभम् अथवा कल्याणम् इति अर्थः अस्ति. मङ्गलशब्दात् एव माङ्गल्यम् इति रूपं सिद्ध्यति. तत्र श्यै इति एकः प्रत्ययः अस्ति, तत्र माङ्गल्यम् इत्युक्ते मङ्गलसाधनम्. साधु भगिनि, धन्यवादाः. धन्यवादः भगिनि. सर्वे वासरस्य अपरं नाम अपि भवति किल? सोमवासरः इस् आल्सो इन्दुवासरः. मङ्गलवासरः इत्युक्ते भौमवासरः अपि. देन् बुधवासरः सौम्यवासरः भवति. एण्ड् गुरुवासरः भवति बृहस्पतिवासरः. गुरुवासरः शुक्रवासरः भवति भार्गववासरः. देन् शनिवासरः भवति स्थिरवासरः. मन्दवासरः अपि उच्यते. रविवासरः भानुवासरः अपि. धन्यवादः. भूमा भगिनी उक्तवती तत्र भृगुवासरः. भूमा भगिनी भवती पठतु अग्रे किमस्ति. अद्य सोमवासरः. भवती किं करोति इत्युक्ते अद्य तु गुरुवासरः, श्वः कः वासरः? श्वः भृगुवासरः, शुक्रवासरः, परश्वः शनिवासरः, स्थिरवासरः अपि वक्तुं शक्नोमि, प्रपश्वः भानुवासरः अथवा रविवासरः. उत्तमम्. अपि च अद्य गुरुवासरः, ह्यः कः वासरः? ह्यः, परह्यः, प्रपरह्यः? ह्यः बुधवासरः, परह्यः मङ्गलवासरः, प्रपरह्यः सोमवासरः. साधु भगिनि, अधुना विमला भगिनी भवती पठतु. अत्र रक्तवर्णैः लिखितं वाक्यमस्ति. एतं प्रसङ्गम् उच्चैः पठत. एतं द्वितीया विभक्ति प्रथमपुरुषे एतत् शब्दस्य प्रसङ्गं प्रसङ्गः पुनः द्वितीया विभक्ति प्रथम पुरुषे उच्चैः पठत. पठत तस्य विशेषणम् उच्चैः. उत्तमम्. अत्र किमर्थं द्वितीया विभक्त्याम् अस्ति? पठनीयं खलु. तदेव इत्युक्ते अत्र पठ्धातुः सकर्मकधातुः. पठ्धातुः सकर्मकः अस्ति इति कृत्वा एतं प्रसङ्गं पठत इति अत्र कर्मपदं लिखितमस्ति. एतम् इति शब्दस्य स्थाने अन्यत् पदमपि योजयितुं शक्नुमः. कोऽपि वदति वा? इदं शब्दः नपुंसकलिङ्गशब्दः. अयं शब्दस्य द्वितीया विभक्ति एकवचनरूपं वक्तव्यम्. इमम् इमम् अथवा एनम् एनम्. इमम् इति एकं रूपम् अस्ति, एनम् इति अन्यत् रूपम् अस्ति. भवन्तः श्रुतवन्तः एव गीतावाक्यं, य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् इति श्लोकः अस्ति. पुनः वदामि, य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्. तत्र एनम् इति पदं दत्तमस्ति. एनम् इत्युक्ते एतम् अथवा इमम् इत्यादीनि पदानि. अपि च प्रसङ्गः इति पदमस्ति. कोऽपि वदति वा? पुल्लिङ्गपदः, प्र उपसर्गः भवति. उत्तमम्. अहं चिन्तयामि भगिनि, वदतु. सङ्गः इत्युक्ते समूहः इति अर्थम् अस्ति चेत् प्रसङ्गः. एतत् करेक्ट्? सङ्गः समूहम् अस्ति वा? उपसर्ग मिलित्वा अर्थः परिवर्तनं भवति किल? प्रसक्तिः अत्र प्रसङ्गः इत्युक्ते मेलनम् इति अर्थः अत्र नास्ति. प्रसक्तिः विषयः इति अत्र अर्थः अस्ति. किं वक्तुमिच्छामि इत्युक्ते तत्र सञ्ज् इति एकः धातुः अस्ति. सञ्ज् धातुः. सञ्ज् धातोः रूपं सजति इति भवति. सञ्ज् धातोः रूपमेव सङ्गः. सञ्ज् धातोः रूपमेव सक्तिः. किन्तु तस्मात् पूर्वम् उपसर्गः अस्ति इति कृत्वा कृदन्तपदं. घञ् प्रत्ययस्य योजनेन सञ्ज् धातुतः सङ्गः इति रूपं सिद्ध्यति. तत्र अरुणा भगिनी वदतु, अत्र सञ्ज् धातोः प्रसङ्गे एकं सूत्रमस्ति. सञ्ज् धातुः भवादिगणे अस्ति. दंस सञ्ज स्वञ्जां शपि इति सूत्रमस्ति. तेन सूत्रेण तस्य रूपं यद्यपि धातुः सञ्ज् अस्ति तथापि तत्र धातोः लट्लकाररूपं सजति सजति इति भवति. तथा एव दांश्य धातुः अस्ति, दस्य रूपं दशति इति भवति. इत्युक्ते तत्र मध्ये यः नकारः अस्ति तस्य लोपः भवति. सञ्ज् धातोः रूपं सजति लट्लकाररूपं, किन्तु अत्र सङ्गः इति दत्तमस्ति. प्रसङ्गः पुंलिङ्गपदं कृदन्तपदं. विमला भगिनी भवती एव प्रथमं परिच्छेदं पठतु. आम् आं भगिनि. कुरुक्षेत्रे युद्धं प्रवर्तमानम् एव अस्ति. कौरवाणां पाण्डवानां च पक्षे महारथाः रथिकाः योधाः अनेके मृताः. सहस्रशः सैनिकाः भग्नावयवाः जाताः. कर्णः अपि हतः. युद्धस्य षोडशः दिवसः. शिताकुलः युधिष्ठिरः एवं विषीदते. कुरुक्षेत्रे वदतु. कुरुक्षेत्रं तस्य सप्तमी विभक्ति एकवचनं, अपि च समस्तपदं कुरूणां क्षेत्रं. कुरूणां क्षेत्रम् इति भवति. तत्र क्षेत्रम् इति नपुंसकलिङ्गपदमस्ति. तस्य बहुवचनरूपं किं भवति? क्षेत्राणि. तत्र क्षेत्राणि इत्यस्मिन् तत्र णत्वं भवति. युद्धम् इति युद्धधातोः रूपमेव. युद्धधातोः रूपं भवती जानाति वा? अत्र लट्लकाररूपं युध्यति इति युध्यते. कुरुक्षेत्रे युद्धं प्रवर्तमानम् एव अस्ति. अत्र युद्धं प्रवर्तमानम् अनयोः सम्बन्धः कः? युद्धं विशेष्यं, प्रवर्तमानं विशेषणं. प्रवर्तमानम् इति कीदृशं पदम्? शानच्. उत्तमम्. इतोपि वदतु, इतोपि वदतु. वर्तमान प्र उपसर्गः वर्तमानं वर्तते इति वर्तते, अपि च शानच् प्रत्ययं योजयित्वा प्रवर्तमानम् इति सिद्ध्यति. इत्युक्ते तत्र प्रवर्तमान इति प्रातिपदिकमस्ति, किन्तु युद्धम् इति पदस्य विशेषणमस्ति इति कृत्वा युद्धं प्रवर्तमानं. तत्र प्र उपसर्गपूर्वकः वृत् धातुतः शाणच् प्रत्ययस्य योजनेन निर्मितं पदं. पूर्वम् एकवारम् अरविन्दमहोदयेन पृष्टमासीत् मकारः किमर्थम् आगतम्. एकं सूत्रमस्ति आनेमुक् इति सूत्रमस्ति. आनेमुक् इति सूत्रेण मुग् आगमः भवति. मुक् आगमः, मुक् कित् अस्ति. कित् अस्ति इति कृत्वा अन्ते आयाति इति तत्र विषयः अस्ति. कुत्रचित् मकारः न श्रूयते. यत्र यत्र अदन्तमङ्गम् अस्ति तत्र एव मुक् आगमः भवति इति कृत्वा प्रवर्तमान, वर्धमान, वर्तमान, वन्दमान इत्यादीनि रूपाणि शाणच् प्रत्ययान्तरूपाणि. अन्यानि पदानि सन्ति. वर्तमान इत्यस्मिन् तत्रापि अदन्तमङ्गम् अस्ति. अदन्तमङ्गमस्ति चेदेव आने मुक् इति सूत्रेण मुक् आगमः भवति. किन्तु क्रूधातुं स्वीकुर्मः चेत् तत्र क्रूधातौ अदन्तम् अङ्गं न सिद्ध्यति इति कृत्वा तत्र शाणजन्तरूपं कुर्वाण इति भवति. तत्र मकारः न आयाति. इत्युक्ते आने मुक् इति सूत्रे अदन्तम् अङ्गं स्यात् इति तत्र नियमः अस्ति. अङ्गम् अदन्तमस्ति चेदेव मुक् आगमः भवति. अनदन्त अङ्गेषु भिन्नानि रूपाणि सिद्ध्यन्ति. कुर्वाणः इति रूपं सिद्ध्यति, किन्तु वर्तमान, वर्धमान, वन्दमान, लज्जमान इत्यादीनि शाणजन्तरूपाणि वयं श्रुतवन्तः एव. प्रवर्तमानम् एव अनयोः रूपं परिशील्य वदतु भगिनि, अत्र किमर्थम् अनुस्वारः नास्ति? एव इति स्वरः पश्चात् आगच्छति प्रवर्तमानम् अस्य पश्चात्. यदि हलन् हल् परस्य धातो परस्य शब्दस्य आदिमवर्णः हल् अस्ति तदा अनुस्वारम् अवश्यं करणीयम्। तादृशी स्थितिः अग्रिमे वाक्ये अस्ति, पश्यतु कौरवाणां पाण्डवानां च इति दत्तमस्ति, अत्र विवरणं ददातु। कौरवाणां कुरोः अपत्यं पुमान् ताः ते कौरवाः तेषां कौरवाणां पाण्डोः अपत्यं पुमान् पाण्डोः अपत्यं पुमान् पाण्डवः तेषां पाण्डवानाम् इति। अत्र मम प्रश्नः तु कौरवाणां पाण्डवानाम् इति पदद्वयं परिशीलयामश्चेत् अनुस्वारसहितं रूपं लिखितम् अस्ति, अत्र कीदृशं कार्यं भवति? मोनुस्वारः इति कौरवाणाम् अन्तिमवर्णः म अस्ति, मकारः अस्ति, मोनुस्वारः इत्यनेन कौरवाणां मकारः अनुस्वारः भवति, पाण्डवानां तथैव। पाण्डवानां च इत्युक्ते तत्र सन्धिकार्यं भवति, कौरवाणां पाण्डवानाम् अनयोर्मध्ये सन्धिकार्यं भूत्वा मोनुस्वारः इति कथनेन महा अनुस्वारः इति अर्थः। तत्रापि सूत्रे अपि विसर्गसन्धिः भवति, मोनुस्वारः इति कथनेन महा अनुस्वारः, किन्तु तस्मिन् सूत्रे केवलं पदद्वयमेव अस्ति, किन्तु हलिपरे कार्यं भवति, व्यञ्जने परे एव अनुस्वारादेशः भवति, तत्र हलि अनुवृत्तिरूपेण पूर्वसूत्रात् आयाति इति कृत्वा मोनुस्वारः इति सूत्रेण हलिपरे अनुस्वारादेशः भवति। पूर्वस्मिन् वाक्ये परवर्णः एकारः अस्ति, पक्षः इति पुंलिङ्गशब्दः, पक्षे वदतु। पक्षे सप्तमी विभक्ति एकवचनं, पक्षे महारथ तदेव जानामि। उत्तमं, यथा भवती उक्तवती गुरोः अपत्यं पुमान्, गुरोः अपत्यं पुमान् कौरवः इति तद्धितान्तं पदमस्ति, किन्तु पाण्डवः तत्र भिन्नप्रत्ययः अस्ति, कौरवः इत्यस्मिन् पदे भिन्नप्रत्ययः अस्ति, कौरवः इत्यस्मिन् पदे अण् इति प्रत्ययः अस्ति, कुरुशब्दात् कौरव इति पदमागतं, किन्तु पाण्डवः इत्यस्मिन् तत्र भिन्नप्रत्ययः अस्ति, अण् नास्ति इति विषयः। अपि च अत्र कौरवानां पाण्डवानाम् अनयोः विभक्तिः का? तेषां तदपि सप्तमी विभक्ति बहुवचनं, पश्यतु कौरवस्य षष्ठी विभक्ति बहुवचनं, षष्ठी बहुवचनम् अस्ति। महारथाः रथिकाः योधाः, एकः संशयः अस्ति, पाण्डवाः पञ्च किल, तत्र पाण्डोः विघ्नस्य अपत्यं पुमान् सिङ्गुलर्, हौ डु वि से इन् प्लूरल्? पुमान् पुमांसौ पुमांसः, ओ हा, सो अपत्यान् शुड् वि से, और् अपत्यानि, अपत्यानि, अपत्यानि पुंसानि, पुमांसः, ओके पुमांसः, धन्यवादः भगिनी। प्रश्नः, कुरुः अपि च पाण्डुः पदस्य कः प्रत्ययः संयोजितः? कुरुः अपि च अन् प्रत्ययः इति भवता उक्तं, कुरुशब्दात् कौरव इति अन् प्रत्ययान्तरूपम् अस्ति, कुरोः अपत्यं पुमान् कौरवः इति रूपं सिद्ध्यति, किन्तु पाण्डुः इति शब्दात् पाण्डव इति पदं सिद्ध्यति, किन्तु तत्र अण् प्रत्ययः नास्ति, तत्र भिन्नप्रत्ययः अस्ति। अपि च महारथाः रथिकाः योधाः मृताः, तत्र महारथाः भवती जानाति चेत् वदतु। महान् रथः महारथः, परन्तु महारथ इत्युक्ते योधः बहून् योद्धानां सह युद्धं कृत्वा जयति, एकाकी जयति। उत्तमम्, इत्युक्ते अत्र महारथः इति पदस्य प्रसङ्गे किञ्चित् वैशिष्ट्यमस्ति, कथमित्युक्ते अत्र समस्तपदमेव महान् रथः इति वदामश्चेत् अथवा महन्तः रथाः इति वदामश्चेत् तत्र विशेषणपूर्वपदकर्मधारयुग्मासः भवति, किन्तु अत्र अस्मिन् सन्दर्भे महारथाः इति पुरुषाणां विशेषणं भवति इति कृत्वा बहुव्रीहिसमासः अस्ति. साधारणतया बहुव्रीहिसमासयुक्तपदेषु विग्रहवाक्यं कथं भवति इत्युक्ते महान् रथः यस्य सः, महान् रथः यस्य अस्ति सः एव महारथः. इत्युक्ते महारथः इति पदे बहुव्रीहिसमासः अस्ति. साधारणतया तत्र महारथः अस्ति इति वदामश्चेत् तस्मिन् वाक्ये महारथः इत्यस्मिन् पदे विशेषणपूर्वपदकर्मधारयसमासः भवति, किन्तु अस्मिन् सन्दर्भे बहुव्रीहिसमासः अस्ति. महान् रथः यस्य सः इति बहुव्रीहिसमासयुक्तं पदम् अत्र दत्तमस्ति. अपि च महान् इति पुंलिङ्गे भवति, रथः इति पदं पुंलिङ्गपदमस्ति इति कृत्वा तत्र विशेषणपूर्वपदकर्मधारयप्रसङ्गे समानविभक्तिकत्वं दृश्यते. इत्युक्ते महान् रथः, तादृशानि वाक्यानि वयं पूर्वस्मिन् वर्गे दृष्टवन्तः. महादेवः, महारथः, महाभारतम् इत्यादीनि पदानि सन्ति, किन्तु अत्र बहुव्रीहिसमासः. रथिकाः इति एकं पदमस्ति. वदतु. क्षम्यतां अत्र महारथी इति एव इति अपि उच्यते खलु, महारथी, महारथिन् इति प्रातिपदिकम् अस्ति, तस्य महारथी इति प्रथमाविभक्ति एकवचनं गुणीवत्. किं चिन्तयामि इत्युक्ते रथिकाः इति अन्यत् पदमस्ति खलु, तत्र रथिकः इत्यस्मिन् स्थाने रथी यथा भवती उक्तवती नकारान्तपदं भवति. अत्र वदतु भगिनि, रथिकः इत्यस्मिन् अर्थे एव रथी इति पदमपि भवितुमर्हति, वदतु. रथः अस्ति यस्य सः, रथः अस्ति यस्य सः रथिकः. अत्र शुभदा भगिनी भवती यदुक्तवती तदेव वदतु. अत्रापि रथी इति यथा भगिनी उक्तवती, रथः यस्य रथे अस्ति यः सः अथवा रथी इति भवति. रसिन् इति प्रातिपदिकं, तस्य रति हलन्तपदम् अस्ति चेत् अस्ति इति उक्त्वा इति कृत्वा रथि इति प्रथमाविभक्ति एकवचनं भवति. परन्तु तस्य पुल्लिङ्ग अकारान्तपुल्लिङ्गरूपं तु रथिकः इति भवति, अर्थः तु समान एव, रथिकः अपि च रथी. उत्तमं. रथिकः रथी द्वयोः अर्थः तु समानः एव. रथिकः इत्यस्मिन् तत्र एकः प्रत्ययः अस्ति इति, रथि इत्यस्मिन् यस्य रथः अस्ति सः रथि. हा वदतु भगिनि. किन्तु द्रष्टव्यम् अत्र इतोपि अकारान्तपुल्लिङ्गः भवति, रथि नकारान्तपुल्लिङ्गः भवति किल. रथिनः रथिकः इति अजन्तशब्दः अकारान्तशब्दः, किन्तु रथी इति नकारान्तशब्दः हलन्तशब्दः. उत्तमं भगिनि. भगिनि वदतु. एकं वदत् पुस्तके अहं पठितवती, ये महारथः इत्येव श्लोकमस्ति, एको दशसहस्राणि योज्य एति अस्तु द्वद्विनां शस्त्रप्रवीणश्च विज्ञेयः सः महारथः. भगवद्गीता श्लोके युद्धं अत्र दत्तम् एकं श्लोकः, एकः दशसहस्राणि पर्यन्तं युद्धं कर्तुं शक्नोति, अतः शस्त्रप्रवीणः च सः एव महारथः. उत्तमम्. एतावत् अत्र योधाः इति पदमस्ति. योधाः इति अकारान्तपुंलिङ्गशब्दः, योधः इति एकवचनरूपमस्ति, किन्तु योधः इति अकारान्तशब्दः, किन्तु योद्धा इति रूकारान्तशब्दः. तत्र योधृ इति प्रातिपदिकम् अस्ति, ऋकारान्तशब्दः, किन्तु तत्र प्रथमाविभक्ति एकवचनरूपं योद्धा भवति. यथा कर्तृ इति प्रातिपदिकात् कर्ता इति रूपं सिद्ध्यति, तथा एव योद्धा इति अन्यत् पदं पर्यायवाचकपदम् अस्ति अस्मिन् स्थाने योजयितुम्. अपि च अत्र वाक्यं किं वदति, महारथाः रथिकाः योधाः मृताः. अत्र पमेलभगिनी मृताः तस्मिन् प्रसङ्गे वदतु. मृताः तान्तरूपं, तस्य प्रातिपदिकम् अस्ति म्रियते इति भवति, प्रथमपुरुषे म्रियते, म्रियेते, म्रियन्ते इति आत्मनेपदधातु अस्ति. सम्यक् वा भगिनि? उत्तमम्. किमर्थम् आत्मनेपदी? आत्मनेपदी एव साधु उक्तवती. तत्र धातुं पश्यतु, धातोः उपदेशावस्थायां तस्य रूपं कथं लिखितमस्ति? मृङ् प्राणत्यागे. उत्तमं. मृञ् इति दत्तमस्ति, इत्युक्ते धातोः अन्ते ञकारः अस्ति. धातोः अन्ते ञकारः उपदेशावस्थायाम् अस्ति चेत् तदा किम् अवगम्यते? ञकारः अस्ति तर्हि णित्वत् भवति, तत्र गुणः न भवति, गुणः न भवति. एतत् धातुवादि तुदादिगणः अस्ति तथा न. अनुदातनित आत्मनेपदं वदतु. अनुदातनित इति आत्मनेपदम्. ओके, अनुदात्तत् अस्ति. अत्र इत् वर्णः नकार इत् वर्णः अस्ति, अनुदात्त अस्ति चेत् आत्मनेपदसंज्ञा भवति. धन्यवादः. आमां, तदेव इत्युक्ते तत्र एकं सूत्रमस्ति धातूनां प्रसङ्गे. कः धातुः आत्मनेपदी धातुः भवति, कः धातुः परस्मैपदी भवति, कः धातुः उभयपदी भवति इति अवगन्तुं तत्र त्रीणि सूत्राणि सन्ति. अनुदात्तनित आत्मनेपदं, स्वरितनितकर्तृभिप्राये क्रियाफले, स्वरितनितकर्तृभिप्राये क्रियाफले इति सूत्रमस्ति. तेन सूत्रेण उभयपदी भवति. उभयपदी भवति इत्युक्ते तत्र आरम्भे आत्मनेपदी भवति यत्र यत्र. उत्तमं भगिनी. गोमति भगिनी वदतु, स्वरितनितकर्तृभिप्राये क्रियाफले तस्य अर्थः कः वदतु? क्रियाफलं कर्तारं भवति चेत्, क्रियाफलं कर्तारं प्रति गच्छति चेदेव अत्र आत्मनेपदं भवति. तृतीयं सूत्रमस्ति शेषात् कर्तरि परस्मैपदम्, अन्ये सर्वे धातवः परस्मैपदी धातवः भवन्ति इति तत्र विषयः अस्ति. इत्युक्ते धातोः अन्ते ञकारः इति संज्ञकवर्णः अस्ति चेत्, ञकारः ञकारः इत्युक्ते कवर्गीय अन्तिमव्यञ्जनं ञकारः अस्ति चेत् तदा सः धातुः आत्मनेपदी धातुः भवति इति विषयः. अयं धातुः मृञ् धातुः तादृशः एव इति कृत्वा तस्य रूपं म्रियते. कृपया एतत् विषयम् ईमेल् प्रेषयतु, अहं सावधानेन पश्यामि. अपि च मृताः इत्युक्ते गतप्राणाः, गतप्राणाः इति मृतः इति अर्थः अस्ति. अपि च कृताप्रत्ययान्तरूपम् अस्ति. कृताप्रत्ययः कस्मिन् अर्थे भवति भगिनी वदतु? पमेलभगिनी, भूतकालयार्थे भवति. अहं श्रुतवती मोस्ट्लि भूतकाले, किन्तु गमनार्थकक्रिया न न भूतकाले एव भवति. निष्ठाप्रत्यय इति त एण्ड् तवतु, सोरि, निष्ठाप्रत्ययः इत्युक्ते कृताप्रत्ययः कृतवतु प्रत्ययः, एतौ द्वौ निष्ठाप्रत्ययौ, निष्ठासंज्ञा भवति. क्ताप्रत्ययः क्तवतु प्रत्ययः, एतौ द्वौ कित् प्रत्ययौ, कित् प्रत्ययौ इति कृत्वा तत्र गुणः न भवति. धातौ गुणकार्यं भवितुं तत्र आनुकूल्यमस्ति चेदपि कित् प्रत्ययः, कित् प्रत्ययः अस्ति इति कृत्वा गुणवृद्धिनिषेधः भवति. अत्र धातुः मृ धातुः अस्ति, केवलं क्ताप्रत्ययस्य योजनेन मृत इति प्रातिपदिकं सिद्ध्यति. अपि च अनेके इति पदं वदतु. एकनिमिष भगिनि, त प्रत्यय बोत् इन् कर्तरि प्रयोग एण्ड् कर्मणि प्रयोग उपयोगं भवति वा और् ओन्लि इन् कर्मणि? कर्तरि प्रयोगे अपि च कर्मणि प्रयोगे अपि तस्य प्रयोगं कर्तुं शक्नुमः, किन्तु कथम् इति अन्यवार्ता. तत्र धातवः गत्यर्थकधातवः, श्लिषादयः धातवः, तादृशधातवः सन्ति चेत् केचन नियमाः सन्ति. अनेके इति पदस्य प्रसङ्गे पमेला भगिनी वदतु. अनेक इति तदपि सप्तमी विभक्त्याम् अस्ति. अनेके मृता, अनेके इत्युक्ते बहु जना, किन्तु एक नास्ति. अनेक इति प्रातिपदिकम् अस्ति, तत्र न एकम् अनेकं, तत्र नञ् समासः अस्ति. अस्मिन् वाक्ये अनेके इति पदस्य विभक्तिः का, लिङ्गं किं, वचनं किम्? तर्हि तत् सर्वे पुल्लिङ्गपद अस्ति इति कृत्वा अनेक अपि पुल्लिङ्गे भवेत्, यतोहि विशेषण भवति. अनेके यो ओ तत् बहुवचनं बहुवचनं भवति वा भगिनि? अनेकः, अनेकौ, अनेके, नित्य बहुवचनपदं किम्? अत्र शुभदा भगिनी भवती किम् उक्तवती वदतु पुनः. अनेके इति बहुवचने एव भवति भगिनि, यतोहि तत्र नेम् इट्सेल्फ सजेस्ट इट इज एकवचनं भवितुं न अर्हति, अतः तस्य रूपं तु अनेके एव भवति सर्वदा इति अहं मन्ये. अनेके धन्यवादाः इति लिखामः, अनेके धन्यवादाः इति साधारणतया लिखामः, किन्तु अहम् एकवारं दृष्टवती नैके धन्यवादाः इति अपि दृष्टवती. न एके नैके, तत्र वृद्धिसन्धिं कृत्वा नैके धन्यवादाः इति अपि साधु इति अहं दृष्टवती. अत्र सहस्रशः सैनिकाः भग्नावयवाः जाताः इति वाक्यं दत्तमस्ति. सहस्रशः इति भगिनी भवती एव वदतु, किं जानाति तस्मिन् प्रसङ्गे? सहस्रशः केवलं थौसण्ड् इति अहं जानामि. अहं चिन्तयामि सहस्र इति शब्दात् आगत. उत्तमम्. अत्र प्रातिपदिकमस्ति सहस्र, इत्युक्ते प्रातिपदिकात् तद्धितप्रत्ययस्य योजनेन तद्धितान्तं रूपं सिद्ध्यति. इदं पदं तद्धितान्तं पदम् इत्युक्ते अत्र प्रातिपदिकं सहस्र. तत्र शस् इति प्रत्ययः अस्ति. तादृशानि पदानि वयं जानीमः एव, बहुशः, शतशः, अल्पशः, भूरिशः, सहस्रशः. इदं पदं तद्धितप्रत्ययान्तपदम् अस्ति. मम एकः संशयः, अनेकः, अनेकौ, अनेकाः, अनेके भवितुम् अर्हति इति चिन्तयामि. किमर्थं चेत् सर्वौ सर्वे इति वयं वदामः न, सर्वापि बिग् नम्बर्. सर्वौ सर्वे सिमिलर्ली अनेकः वक्तुं शक्नुमः न? स्त्रीलिङ्गपदं न, स्त्रीलिङ्गपुल्लिङ्गपदं. गोमती भगिनी किं वदन्ती अस्ति इत्युक्ते, सर्वशब्दवत् सर्वशब्दस्य रूपाणि त्रिषु लिङ्गेषु भवन्ति, सप्तसु विभक्तिषु भवन्ति, त्रिषु वचनेषु अपि द्रष्टुं शक्नुमः. तादृशरीत्या एव अत्र अनेक इति पदस्य रूपाणि अपि भवितुम् अर्हन्ति त्रिषु लिङ्गेषु, त्रिषु वचनेषु इति तस्याः चिन्तनं तस्याः चिन्तने अनेका इत्युक्ते वयं चिन्तयामः प्लूरल् ओन्लि बट् अनेकः एकवचने भवति अनेके बहुवचने भवति दट् इस् लिटिल् स्ट्रेञ्ज् फार् अस् न लेङ्ग्वेज् देर् आर् मेनि ग्रूप्स् वन् ग्रूप् सेकेण्ड् ग्रूप् थर्ड् ग्रूप् एक् ग्रूप् मे मेनि पीपल् दट् वे केन् हेपन् ऐ थिङ्क् साधु साधु तदैव I don't know. I just think तदेव भगिनि तदेव अत्र चिन्तनं भवति सर्वशब्दवत् भवितुम् अर्हन्ति सैनिकाः भग्नावयवाः जाताः इति दत्तमस्ति अत्र भग्नावयवाः इति बहुवचने रूपं दत्तमस्ति इदं पदं समस्तपदं विग्रहवाक्यं वक्तव्यं भवति कथम् इत्युक्ते भग्नाः अवयवाः येषां ते भग्नाः अवयवाः येषां ते अत्रापि बहुव्रीहिसमासः भवति येषां जनानाम् अवयवाः भग्नाः जाताः इति अर्थः तत्र बहुव्रीहिसमासयुक्तं पदमस्ति भग्नावयवाः भग्नावयवाः के सैनिकाः इति अत्र विषयः अनयोः मध्ये विशेषणविशेष्यभावः अस्ति अत्र अपि च पमेला भगिनी जाताः तस्मिन् प्रसङ्गे वदतु जाताः अपि तान्तरूपं भूतकाले प्रदर्शयति जाताः अहं चिन्तयामि जै धातुत अत्र कोऽपि वदति जाताः जायते का उक्तवती वदतु जायते जायते रूपं तत्र जनी प्रादुर्भावे जनी प्रादुर्भावे इति तत्र जनी धातुः अस्ति किन्तु तत्र मूलरूपं जनी इति लिखितमस्ति किन्तु अनुबन्धलोपे सति जन् इति धातुः अस्ति जन् धातोः रूपमेव जाता जात इति प्रातिपदिकं कदा प्रत्ययान्तरूपं जन् धातोः जातः अत्र सैनिकाः भग्नावयवाः उत्तमं जायते इति लट्लकाररूपम् अस्ति अपि च अत्र भग्नः भग्नः इति पदं तत्र भञ्ज् धातोः रूपं भञ्ज् धातोः रूपमेव भग्न भञ्ज् धातुः रुधादिगणे अस्ति भनक्ति भङ्क्तः भञ्जन्ति तादृशानि रूपाणि भवन्ति तत्र भञ्ज् धातुतः भग्न इति पदं सिद्ध्यति अग्रिमं वाक्यम् अत्र प्रिया भगिनी भवती पठतु धन्यवादः भगिनि धन्यवादाः आं भगिनि कर्णः अपि हतः अत्र कर्णः पुल्लिङ्ग एकवचन पदं प्रथमाविभक्ति कर्णः अपि अव्ययः अस्ति अपि च हतः इक्तप्रत्ययः अस्ति हन् धातोतः उत्तमं हन् धातोः क्ताप्रत्ययान्तरूपं साधारणतया क्तान्तरूपाणि विशेषणानि भवन्ति पूर्वस्मिन् वाक्ये अपि पश्यन्तु योधाः मृताः योधाः इति शब्दस्य विशेषणमेव मृताः अस्मिन् वाक्ये कर्णः हतः पूर्वस्मिन् वाक्ये सैनिकाः भग्नावयवाः जाताः एतावता अत्र क्तान्तरूपाणि विशेषणानि भवन्ति हन् धातोः रूपमेव हतः अत्र हन् धातोः रूपाणि परिशीलयामश्चेत् लट्लकारे विशेषरूपं बहुवचने दृश्यते तत्र हन्ति हतः घ्नन्ति तत्र पश्यन्तु प्रथमपुरुष द्विवचनरूपं हन्ति हतः घ्नन्ति तत्र हतः इति रूपम् एकं रूपम् अस्ति किन्तु वयं कथम् अवगन्तुं शक्नुमः अत्र हतः इति पदं क्रियापदं वा कृदन्तपदं वा कथं जानीमः अत्र कर्णः एकवचने अस्ति किल सो हतः मस्बिक्ता there were two people, then hataha would be dvivachana. Uttama. Atra vakyam drushtva. Gomati bhagini vadatu. Ghananti iti. Hanti hataha ghananti. Itta deva vaktam ichyami. Durjanaha praninam hanti. Durjanaha praninam hanti. Tadeva vakyam bahuvachane vadatu. दुर्जनाः प्राणिनं घ्नन्ति. उत्तमं. दुर्जनाः प्राणिनं घ्नन्ति. तादृशं रूपम् अस्ति तत्र. प्रथमपुरुष बहुवचनरूपं घ्नन्ति. तत्र हो हन्तेर् नृणेषु इति एकं सूत्रमस्ति. तेन सूत्रेण हकारस्य स्थाने कवर्गीय व्यञ्जनं घकारादेशः भवति इति कृत्वा घ्नन्ति इति रूपं सिद्ध्यति. तत्र स्थानान्तरतमः इति सूत्रेण हकारस्य तुल्यतमवर्णः, उच्चारणे तुल्यतमवर्णः घकारः अस्ति इति कृत्वा तत्र घकारादेशः भवति. विशिष्टसूत्रेण एतावता अत्र धातुः हन् धातुः, तस्य बहुवचनरूपं प्रथमपुरुष लट्लकार बहुवचनरूपं घ्नन्ति अस्ति. भगिनी घ्नतोपि मधुसूदन अस्ति खलु प्रथम अध्याये, किञ्चित् स्मारयतु भगिनि. एतान् न हन्तुमिच्छामि घ्नतोपि मधुसूदन, तत्र एतदेव खलु. हन् धातोः प्रथमपुरुष द्विवचनरूपं हतः अस्ति, किन्तु अत्र हतः इति पदं कृदन्तपदम् इत्युक्ते धातुतः कथाप्रत्ययस्य योजनेन निर्मितं पदम् इदम्. अत्र वाक्यं दृष्ट्वा अवगन्तुं शक्नुमः कर्णः इति एकः एव, कर्णस्य विशेषणमस्ति इति कृत्वा कर्णः हतः इति भवति. अग्रिमं वाक्यं प्रियभगिनी भवती एव पठतु. एकं वाक्यं वदतु. अर्जुनेन कर्णः हतः. उत्तमं, साधु. इत्युक्ते एतावता सकर्मकधातुः हन् धातुः. सकर्मकधातूनां प्रसङ्गे कर्मणि प्रयोगे एव वाक्यं सम्भवति, किन्तु अकर्मकाणां प्रसङ्गे अपि च गत्यर्थकधातूनां प्रसङ्गे श्लिषादिधातवः केचन धातवः सन्ति, तेषां प्रसङ्गे क्तान्तरूपाणां प्रयोगः कर्तरीप्रयोगे भवति. इत्युक्ते धातुः कीदृशधातुः अस्ति इति प्रथमतया द्रष्टव्यं. क्तान्तरूपाणां प्रयोगविषये सः धातुः कीदृशधातुः अस्ति इति दृष्ट्वा एव कर्मणि वाक्यम् अथवा कर्तरीवाक्यं सम्भवति. भगिनि अहं न श्रुतवती गर्तर्थे अकर्मकधातु किम् अन्यपदं किं भगिनि? क्षम्यतां, गर्तर्थे अकर्मकधातूनां क्ताप्रत्यय कर्त्रे अभिप्राय कर्तर्त्रे भवति. अत्र भवती त्रीणि पदानि कक्षायाः अनन्तरं प्रेषयामि भगिनि. धन्यवादः. वाक्यरचना कथं भवति वदतु. गत्यर्थक इत्युक्ते गच्छति ओन्लि ओर् एनिथिङ्ग् दट् मूव्स्? एनि गत्यर्थकधातुः. अस्तु अस्तु. तेषां प्रसङ्गे कर्तरिवाक्यं सिद्ध्यति, किन्तु सकर्मकाणां प्रसङ्गे केवलं कर्मणि प्रयोगे एव. सुभदा भगिन्याः वाक्यं साधु एव अत्र. अहं श्रुतवती कर्मणि प्रयोगे कर्मस्य विशेषण भवति, तत्र कर्मपदम् अस्ति कर्ण हतः, अत एव वयम् अवगन्तुं शक्नुमः हत कर्म, ऐ मीन् इट् इस् अ तान्तरूपं, यतोहि कर्म हतस्य विशेषणं भवति. उत्तमं. भगिन्या यद् वाक्यं निर्मितं तत् साधु एव, अर्जुनेन हतः सः, किन्तु तत्र किमपि कर्मपदं योजयितुं शक्नुमः. तदेव अत्र युद्धस्य षोडशः दिवसः. प्रिया भगिनी वदतु. आं भगिनि, युद्धस्य अत्र युद्ध धातु मध्ये षष्टिविभक्ति प्रथमवचनं एकवचनं षोडशः अत्र सहस्रशः इव अस्ति वा तद्धितप्रत्ययः अहं सम्यक् न जानामि अत्र पश्यतु षोडश इति प्रातिपदिकं भवती जानाति एव षोडश इति प्रातिपदिकात् त्रिषु लिङ्गेषु रूपाणि सिद्ध्यन्ति अत्र दिवसः इति पुंलिङ्गपदमस्ति इति कृत्वा षोडशः दिवसः किन्तु दिनम् इति पदमस्ति चेत् षोडशं दिनम् उत्तमम् षोडशी वयस्का महिला ऐ मीन् गर्ल् षोडशी वयस्का इति वक्तुं शक्यते किल स्त्रीलिङ्गे शोभा भगिनी भवती पठतु अग्रे चिन्ताकुलः युधिष्ठिरः एवं विषीदति तत्र भगिनी चिन्ताकुलः समस्तपदमिति मन्ये चिन्ता अपि आकुलः अस्ति अस्तु कथं भवति इति चिन्तायाः आकुलः वा अथवा चिन्ता इति स्त्रीलिङ्गे अस्ति चिन्तया आकुलः वा एतावत् अत्र आकुलः इत्युक्ते भवती वक्तुमिच्छति वा वदतु आकुलः इत्युक्ते चिन्ताग्रस्तः अपि दुःखितः इति भवति इति मन्ये भगिनि उत्तमं चिन्ताग्रस्तः चिन्तामग्नः चिन्ताव्यस्तः इत्यपि भवितुमर्हति एतावता व्याकुलः अपि भवति किल वि उपसर्ग अस्ति चेत् व्याकुलः अपि भवति चिन्ताविषादः इति वक्तुं शक्नुमः चिन्तया क्रान्तः इत्युक्ते अस्तु इत्युक्ते क्रम् धातोः रूपमेव क्रान्तः आक्राम्यति इति रूपम् अस्ति चिन्ताक्रान्तः चिन्तया आक्रमितः इति किल इतोपि अन्यानि पदानि चिन्तयितुं शक्यते अत्र व्याकुलः इति वियोगः आकुलः व्याकुलः तथा एव निराकुलः पर्याकुलः समाकुलः इत्यादीनि अन्यानि पदानि सन्ति इत्युक्ते तत्र भिन्न उपसर्गाणां योजनेन भिन्नानि पदानि सिद्ध्यन्ति इति अत्र विषयः अस्ति चिन्ताकुलः कः चिन्ताकुलः युधिष्ठिरः तत्र विशेषविशेषणं कीदृशः युधिष्ठिरः इत्युक्ते चिन्ताकुलः तत्र युधिष्ठिरः युधि स्थिरः इति युधिष्ठिरः अपि च एवं विषीदति तत्र एवं विषीदति इत्यस्मिन् विषादम् इति भवति इति मन्ये विषाद इति विषादः विषादम् अत्र किञ्चित् वदामि युधिष्ठिरः यथा भगिन्या उक्तमासीत् युधिष्ठिरः इति समस्तपदमेव तत्र युधि इति सप्तमी विभक्त्यन्तं पदं यथावत् तिष्ठति इत्युक्ते साधारणतया समस्तपदेषु पूर्वपदस्य विभक्तिलोपः भवति किन्तु इदं पदं विशिष्टं पदं तस्मिन् पदे वैशिष्ट्यमस्ति तदर्थमेव पूर्वपदस्य विभक्तिलोपः न कृतः तदर्थमेव अलुक् समासः इति वदामः इत्युक्ते सप्तमी तत्पुरुषसमासः भवितुमर्हति किन्तु तत्र गवियुधिभ्यां स्थिरः इति सूत्रेण तत्र रूपं सिद्ध्यति अपि च स्थिरः इति पदं पश्यामश्चेत् स्थाधातोः रूपम् अस्ति स्थाधातोः रूपमेव स्थिरः तत्र दन्त्यसकारस्य स्थाने मूर्धन्यषकारः आयाति तदर्थमपि एकं सूत्रमस्ति इण्कोः इति सूत्रेण सकारस्य स्थाने षकारादेशः भवति युधिष्ठिरः चिन्ताकुलः अपि च दर्शना भगिनी भवती श्रुतवती चेत् वदतु विषीदन्तमिदं वाक्यं उवाच मधुसूदन श्लोकं जानाति तत् साङ्ख्ययोगे अध्याये अस्ति सञ्जय उवाच तं तथा कृपयाविष्टम् अश्रुपूर्णाकुलेक्षण अत्र अपि अस्ति अश्रुपूर्णाकुलेक्षणं विषीदन्तमिदं वाक्यम् उवाच मधुसूदन. अपि च अन्यत् अन्य अन्ये स्थाने अपि अस्ति श्रीभगवान् उवाच अहम् इदानीं विषीदन्तमिव इद वचः अहं विस्मृतवती. विषीदति लट्लकाररूपं दत्तमस्ति वि उपसर्ग. आम् आम् तत्र वदतु. तत्र शत्रुप्रत्ययः अस्ति विषीदन्तमिदं द्वितीयाविभक्ति द्वितीयाविभक्त्याम्. उत्तमम्. अत्र भगिन्या किमुक्तमासीत् तत्र भगवद्गीतावाक्यं स्मारितवती भगिनी विषीदन्तमिदं वाक्यम् उवाच मधुसूदन इति उक्तमस्ति श्लोके. विषीदन्तमिदं वाक्यम् इदं वाक्यं विषीदन्तम् अर्जुनम् उवाच इति अस्ति. तस्मिन् श्लोके विषीदन्तम् इति पदं शत्रुप्रत्ययान्तरूपम् अस्ति. विषीदति इति लट्लकाररूपम् अस्ति किन्तु शत्रुप्रत्ययस्य प्रथमाविभक्ति एकवचनरूपं विषीदन् किन्तु द्वितीयाविभक्ति एकवचनरूपं विषीदन्तं. भगिनी वदतु. विषीदत् नपुंसकलिङ्गे किल सो वाक्यम् अनुगुण विषीदत् विषीद विषीदन्तं विविध द्वितीयाविभक्ति पुंलिङ्गे अस्ति. किमर्थमित्युक्ते विषीदन्तम् इति अर्जुनस्य विशेषणमस्ति तस्मिन् श्लोके इति कृत्वा पुंलिङ्गे भवति. एतावता अत्र विषयः अस्ति शत्रुप्रत्ययान्तरूपाणि त्रिषु लिङ्गेषु भवन्ति त्रिषु वचनेषु भवन्ति अपि च सप्तसु विभक्तिषु तेषां रूपाणि साधयितुं शक्नुमः. श्लोके तु विषीदन्तं द्वितीयाविभक्ति एकवचनरूपमस्ति. अत्र धातुः अस्ति शद्लु धातुः अस्ति. तत्र मूर्धन्य षकारादिधातुः अस्ति किन्तु धात्वादेः शहसः इति सूत्रेण मूर्धन्यषकारस्य स्थाने दन्त्यसकारः आयाति. तेन सद् सद् इति धातुः भवति. सद् धातोः रूपं सीद कथं भवति. तत्र विषीदति अस्ति तत्र सीद इति कथं भवति इत्युक्ते तत्रापि सूत्रमस्ति पाघ्राध्म. तस्मिन् दीर्घसूत्रे सद् स्थाने सीद आदेशः भवतु धात्वादेशः भवतु इति तत्र दीर्घं सूत्रं वदति. तेन कारणेन वदतु. एतदेव उपनिषद् पदे अपि षड् धातु एतदर्थमेव आगच्छति किल उपनिषद् षड् उपनिषत् गोयिङ्ग् क्लोस् टु द गुरु उप गच्छामः गुरोः समीपं गत्वा अवर् अज्ञान षड्लु षड् सीदति अज्ञानं सीदति इति उपनिषत् अर्थः दट् वर्ड्. अस्तु एकं कारिका अपि स्मृतवती इदानीमेव उपसर्गविषये. उपसर्गेण धात्वार्थः बलात् अन्यत्र नीयते प्रहार आहार संहार विहार परिहारवत् इति धातु एव सर्वे पदानि बट् उपसर्ग परिवर्तनं भवति प्रहार आहार संहार विहार परिहार आल् डिफ्रेण्ट् मीनिङ्ग्स् ऐ रिमेम्बर् दिस् कारिका सडन्लि. साधु भगिनि. एतावता अत्र धातुः शद्लु धातुः अस्ति तस्मात् एव सीदति इति रूपं सिद्ध्यति. अत्र तु विषीदति इति दत्तमस्ति. विषादः विषादः इति पदमपि अस्य धातोः रूपमेव वि उपसर्गः अस्ति. विषादम् अनुभवति सः दुःखितः भवति. युधिष्ठिरः दुःखितः भूत्वा अथवा खिन्नः भूत्वा इत्युक्ते एते धातवः भिन्नधातवः खिद् धातुतः खिन्नः चित्युम् इति धातुः अस्ति तत्र चिन्तयति इति रूपं साधयितुं. युधिष्ठिरः एवं विषीदति. एकम् अन्यत् पदमपि अहं दृष्टवती तदर्थं वदामि विषण्ण विषण्णवदनः इति वदामः, तत्र विषण्ण इति पदमपि अत्र सीद् धातोः रूपमेव. सद् धातुतः क्ताप्रत्ययस्य योजनेन सन्न इति रूपं सिद्ध्यति. अहं पूर्वमपि उक्तवती, दकारान्तधातुः अस्ति चेत् सद् सन्न पद् पन्न भिद् भिन्न इत्यादीनि क्ताप्रत्ययान्तरूपाणि सिद्ध्यन्ति. तथा एव अत्रापि सद् धातुतः सन्न इति रूपं सिद्ध्यति, किन्तु विषण्ण इत्यस्मिन् तत्र णत्वं भवति, अन्यानि कार्याणि अपि भवन्ति इति कृत्वा विषण्ण इति सद् धातोः रूपमेव क्ताप्रत्ययान्तरूपम्. प्रसन्न तदेव अस्ति वा भगिनि? प्रसन्न प्रसन्न सद् धातोः रूपमेव सन्न. अग्रे अपि पठतु. अहो मम दौर्भाग्यम्. तत्र अहो इति अव्ययम्, अपि च तत्र आश्चर्ये अपि उपयुज्महे, अपि च विषादे अथवा दुःखे अपि, तत्र तु दुःखे उपयोगं कृतवन्तः. मम दौर्भाग्यं, तत्र दौर्भाग्यम् इत्यस्मिन् दुर् योगः भाग्यं, तस्य भावे दौर्भाग्यम् इति भवति. अत्र मम इति पदस्य प्रसङ्गे वदतु. मम इति षष्टिविभक्त्यां भवति, अहम् इति अस्मद् इति शब्दस्य रूपम्. अन्यत् किमपि अस्ति वा भगिनि? अपि च अत्र दौर्भाग्यम् इति तद्धितप्रत्ययान्तपदमेव, किन्तु अत्र द्विपदवृद्धिः भवति इति अहं पठितवती. द्विपदवृद्धिः इत्युक्ते दुर् इत्यस्मात् दौर् भवति, इत्युक्ते दुर् उकारस्य वृद्धिसंज्ञकवर्णः औकारः, दुर् इत्यस्मात् दौर् भवति. भगशब्दात् भाग्य इति भवति, इत्युक्ते दुर्भगस्य भावः, दुर्भगस्य भावः दौर्भाग्यम्. क्षम्यतां भगिनि, भज उक्तवती वा? भग भग भग वा? अस्तु, भज अपि भागः इति भवति, किन्तु अत्र भग अस्ति. अस्तु, सुभगस्य भावः सौभाग्यम्, सुहृदयस्य भावः सौहार्द्यम्, तथा एव सुहृदस्य भावः सौहार्दम्. तत्र सौहार्दम् एकं पदमस्ति, सौहार्द्यम् अन्यत् पदमस्ति. सौहार्दम् इत्युक्ते सुहृदस्य भावः, तथा एव दुर्मनसः भावः दौर्मनस्यम्, दुर्मनसः भावः दौर्मनस्यम् इत्यादीनि तथितप्रत्ययान्तपदानि सन्ति. अपि च अग्रिमं वाक्यं पठतु. अद्य युद्धस्य षोडशं दिनं, तत् अद्य तु अव्ययपदं. युद्धस्य इति युद्ध इति युद्धे एव धातुः किल भगिनि? युद्ध इति तस्य युद्ध अस्तु, तत्र युद्धः इति मन्ये, युद्धः इत्यस्य युद्धं युद्धम् अस्तु नपुंसकलिङ्गे, युद्धम् इत्यस्य षष्टिविभक्ति. षोडशम् इति दृष्टवन्तः, षोडशं दिनं, तत्र किं वदनीयं? दिनम् इति तु नपुंसके, दिनं नपुंसकलिङ्ग, दिवसः पुल्लिङ्ग, अतः षोडशः दिवसः आगतवान् किल तद्वाक्ये. अत्र षोडशं दिनं, दिने दिनं, दिने दिनानि, नपुंसकलिङ्ग इति मन्ये, षोडशं दिनम्. उत्तमं. तत्र पूर्वस्मिन् वाक्ये दिवसः दत्तमस्ति, अत्र तु दिनं दत्तमस्ति. पदद्वयमपि अकारान्तमेव, किन्तु इदं पदं नपुंसकलिङ्गपदं, दिवसः इति पुंलिङ्गपदम् अस्ति. उत्तमं भगिनि. अनन्तरम् अत्र सूर्यकुमारी भगिनी भवती पठतु, समापयामः. यः आचार्यद्रोणस्य दिवङ्गतिः, यः आचार्यद्रोणस्य दिवङ्गतिः, भूतकाल ह्यः आचार्यद्रोणस्य आचार्य समस्तपदमस्ति आचार्यस्य अस्य पदस्य विभक्तिः का आचार्यद्रोणस्य सप्तमी ऐ मीन् षष्ठी एकवचनं प्रथमान्तं रूपं किं द्रोणः आचार्य द्रोणः भगिनि आचार्यद्रोणः तत्र आचार्यद्रोणः इति समस्तपदमेव तत्र कर्मधारयसमासः अस्ति दिवङ्गतिः दिवङ्गतिः इति तत्र दिवम् इत्युक्ते स्वर्गम् इति अर्थः अस्ति गतिः गतिः गम् धातोः क्तिन् प्रत्ययान्तरूपं गतिः ह्यः आचार्यद्रोणस्य दिवङ्गतिः इति लिखितमस्ति एतदेव वाक्यं भिन्नरीत्या वक्तुमिच्छामश्चेत् ह्यः आचार्यद्रोणः दिवङ्गतः इति वाक्यमपि साधु एव आचार्यद्रोणः दिवङ्गतः ह्यः दिवङ्गतः इत्यस्मिन्नपि तत्र परसवर्णादेशं कृत्वा लिखितम् अस्ति अग्रिमं वाक्यं करोतु परह्यः जयद्रथस्य प्राणहानिः परह्यः जयद्रथस्य प्राणहानिः भूतकाले अस्ति जयत्रथस्य अपि समस्तपदं षष्ठी एकवचनं प्राणहानिः अपि भूतकालः दिवङ्गतः नाम किं दिवङ्गतः मृतः मृतः स्वर्गगमनं स्वर्गस्थः स्वर्गस्थः उत्तमं पदं दिवङ्गतः इत्यस्मिन् अर्थे एव स्वर्गस्थः प्राणहानिः प्राणानां हानिः इति तदपि समस्तपदमेव अत्र हानिः ग्लानिः इत्यादीनि पदानि कतिन् प्रत्ययान्तरूपम् अस्ति वा तदपि इतोपि ज्ञातव्यम् अहं किं दृष्टवती इत्युक्ते पू धातुतः पूनिः लू धातुतः लूनिः धू धातुतः धूनिः हा धातुतः हानिः इत्यादीनि पदानि एकेन विशिष्टसूत्रेण साधितानि तत्र कृदन्तप्रकरणे ऋकारान्तधातुभ्यः अपि च लुआदिभ्यः धातुभ्यः निष्ठावत् भवति इति तत्र लिखितमस्ति तत्र धूनिः हानिः पूनिः लूनिः ग्लानिः इत्यादीनि पदानि तत्र सन्ति अत्र प्राणहानि तत्र हानिः तु तिन् प्रत्यय एव अहं दृष्टवती अधुना हा धातुतः हा योगः तिन् प्रत्ययः गतिः इत्यादीनि पदानि क्तिन् प्रत्ययान्तपदानि सन्ति किन्तु अत्र तत्र इतोपि स्पष्टतया ज्ञातव्यं तस्मिन् प्रसङ्गे अग्रिमं वाक्यं पठतु भगिनि अत्र स्वर्गस्थः इत्यस्य समासविग्रहः किं भवति उपपदसमासः भवति इत्युक्ते तत्र उपपदसमासप्रसङ्गे गृहस्थः स्वर्गस्थः इत्युक्ते स्वर्गे तिष्ठति अहं चिन्तितवती स्वर्गे स्वर्गे प्रस्थानं करोति सः तादृशः अर्थः एव अस्ति किन्तु गृहस्थः स्वर्गस्थः इत्यादिषु पदेषु उपपदसमासः भवति इत्युक्ते तत्र साधारणतया सुबन्तयोः मध्ये एव समासं कर्तुं शक्नुमः किन्तु अपवादत्वेन केषुचित् स्थलेषु तिङ्गन्तपदम् आयाति विग्रहवाक्यकथनवेलायां तत्र गृहे तिष्ठति गृहस्थः तथा एव स्वर्गे तिष्ठति स्वर्गस्थः दिवङ्गतः अपि तादृशमेव वा अहं पृष्टवती किन्तु दिवङ्गतः इति अस्मिन् समासः नास्ति केवलं मिलित्वा लिखितम् अस्ति इति अहं श्रुतवती किन्तु इतोपि प्रष्टव्यम् स्वस्थः इति पदे अपि स्वरूपे तिष्ठति स्वस्य रूपे तिष्ठति स्वस्थः इति भवति किल स्वस्थः अस्वस्थः अपि च अत्र प्रपरह्यः प्रियपुत्रस्य अभिमन्योः स्वर्गगमनम् इति लिखितमस्ति. अत्र दर्शनभगिनी अस्ति चेत् वदतु, नो चेत् प्रपरह्यः प्रियपुत्रस्य अभिमन्योः स्वर्गगमनं. प्रपरह्यः तु अव्ययमस्ति. प्रियपुत्रस्य तत्र प्रियपुत्रः इति समासः अस्ति इति मन्ये. अपि च षष्टि प्रियपुत्रस्य षष्टिविभक्ति प्रथम एकवचने अस्ति. अभिमन्योः तत्रापि अभिमन्यु इति उकारान्त शब्दः अस्ति. षष्टिविभक्ति प्रथम एकवचने अस्ति अभिमन्योः. स्वर्गगमनं, गमनम् इति ल्युडन्तम् अस्ति. स्वर्गगमनं स्वर्गगमनं तत्रापि समासः अस्ति इति मन्ये, परन्तु पूर्णशब्दः तु ल्युडन्तम् इति. स्वर्गस्य गमनम् इति भवति षष्टितत्पुरुषः भवति. अपि च यः स्वर्गगमनं करोति सः स्वर्गगामी. स्वर्गगमनम् अभवत् इति अध्याहृता किल. अभिमन्योः पश्यन्तु, साधारणतया ल्युडन्तपदात् पूर्वं षष्टिविभक्तेः प्रयोगः एव दृश्यते. पाठस्य पठनं, ग्रन्थस्य पठनं इति वदामः, तथा एव अत्रापि अभिमन्योः गमनम् अथवा प्रियपुत्रस्य गमनं, स्वर्गगमनम् इति नपुंसकलिङ्गपदं भवति. अत्रापि समस्तपदमेव, गमनम् इति नपुंसकलिङ्गपदमस्ति, तत्पुरुषसमासः अस्ति, उत्तरपदस्य लिङ्गमेव सम्पूर्णसमस्तपदस्य लिङ्गं भवति इति कृत्वा स्वर्गगमनम् इति नपुंसकलिङ्गपदं भवति, किन्तु ल्युट् प्रत्ययान्तरूपम् अस्ति. तदर्थमेव अभिमन्योः गमनं, पुत्रस्य गमनं इति षष्टिविभक्तेः प्रयोगः भवति. अहं चिन्तयामि तत्र कर्तृकर्मणोः कृति इति एकं सूत्रमस्ति, तेन सूत्रेण षष्टिविभक्तेः प्रयोगः एव भवति. वाक्यं पठतु. तत्पूर्वं भीष्मादीनां पतनं. क्षम्यताम्, वदतु. तत्तु किं तस्य पूर्वम् अथवा तस्मात् पूर्वं किमपि भवति. अपि च अत्र भीष्मादीनां तत्र वदतु, रूपं वदतु. तत् भीष्मादीनां षष्टिविभक्ति बहुवचने अस्ति. भीष्म आदि प्रथमाविभक्त्यन्तं रूपं किं भवति? भीष्मादि आदि ह्रस्व अस्ति. भीष्मादि भीष्मादयः भीष्मादिः इकारान्त भवति, सो प्लूरल् भीष्मादयः लैक् हरयः. हरिशब्दवत् पतनं वदतु. पतनं तु ल्युडन्तमस्ति. पतनं प्रथमाविभक्ति नैव नाम पतनं आम् प्रथमाविभक्ति एव अस्ति नपुंसकलिङ्गे एकवचनम्. उत्तमम्. इत्युक्ते तत्र ल्युडन्तपदानां कृते अपि विभक्तिरूपाणि सम्भवन्ति. विभक्तिरूपाणि सम्भवन्ति इत्युक्ते तत्र प्रत्ययः तु ल्युट् प्रत्ययः अस्ति. ल्युडन्तपदानि नपुंसकलिङ्गपदानि एव सर्वदा. वनशब्दवत् ल्युडन्तपदानाम् अपि सप्तसु विभक्तिषु रूपाणि भवितुमर्हन्ति. वदतु, अत्र प्रथमाविभक्त्यां रूपाणि कथं भवन्ति? पतनं पतने पतनानि तथापि भवितुं शक्नोति. अग्रिमं वाक्यं. श्वः कस्य जयः कस्य पराजयः? श्वः तु अव्ययं पदं. कस्य किं शब्दस्य षष्टिविभक्ति. जयः तु वयं कृतवन्तः जीधातु इति. पुनः कस्य कृतवन्तः? पराजयः जयः शब्दवत् परन्तु उपसर्गपूर्वकम् अस्ति. उत्तमम्. अत्र परा इति उपसर्गः अस्ति, किन्तु परा इति उपसर्गस्य योजनेन पराजयः इति विरोधार्थशब्दः भवति, इत्युक्ते विपरीतार्थशब्दः भवति, अथवा प्रतिलोमार्थे इत्युक्ते विपरीतार्थशब्द रूपम् अत्र दत्तमस्ति. उदाहरणार्थम् अन्यानि पदानि वयं ज्ञातुमिच्छामश्चेत् पराभवः, पराजयः, पराजितः, पराधीनः, परान्मुखः इत्यादिषु पदेषु परा इति योजनेन विपरीतार्थरूपं सिद्ध्यति. भगिनि, ऑन अ लाइटर नोट् अहं किञ्चित् शेर् कर्तुम् इच्छामि. तत्र कर्णः अपि हतः इति आगतः खलु. तत्र एकः कविः उक्तवान्, पुंसकम् इति ज्ञात्वा प्रियायै प्रेषितं मनः तत्तु तत्रैव रमते हताः पाणिनिना वयम्. भवती वक्तुमिच्छति वा? अहमपि श्रुतवती, वदतु. नैव, तदेव अहं किञ्चित् शेर् कर्तुम् इष्टवती. तत् मनः नपुंसकः अस्तु. बेसिक्लि मनः नपुंसकलिङ्गम् इति मत्वा कविः प्रियायै प्रेषितवान्, परन्तु तत् मनः तत्रैव रमते हताः पाणिनिना वयम् इति. नपुंसकलिङ्गम् अस्ति चेदपि तत्र एव रमते मनः. आम्, पाणिनिना हताः वयम्. हताः. एतावता वयम् उत्तमरीत्या चर्चां कृतवन्तः. अग्रिमे सप्ताहे मिलित्वा अन्यान् विषयान् ज्ञास्यामः. सर्वेषां गत्यर्थधातु तृ अपि भवति, या अपि भवति भगिनि. कृतप्रत्ययः गत्यर्थधातोः कृतप्रत्ययः कर्तरी अपि भवति. कोऽपि प्रश्नं पृच्छति न, अन्ये धातु किम् इति, कानि, कः इति. तत्र तृ तरति आयाति, याति अपि आयाति. छात्रः परीक्षाम् उत्तीर्णः. गत्यर्थधातुः छात्रः, छात्रः उत्तीर्णः. तत्र उत्तीर्णः इति कृतान्तरूपम् अस्ति, छात्रः उत्तीर्णः. तत्र छात्रस्य विशेषणं भवति, अपि च वाक्यं कर्तरिप्रयोगे अस्ति. तरति आल्सो. कपिभिः सागरः तीर्णः. तरति इत्यस्य तीर्णः इति भवति इति मन्ये. हैयर् क्लास् सो उत्तीर्णः. क्तान्तरूपाणां प्रयोगः कथं भवति, धातुः कीदृशः धातुः इति अपि तस्मिन् सन्दर्भे द्रष्टव्यं. कर्मणि प्रयोगे अपि वाक्यं सम्भवति वा केवलं कर्तरिप्रयोगे सम्भवति वा, तत्र केचन नियमाः सन्ति, इतोपि पठनीयं तस्मिन् प्रसङ्गे. धन्यवादाः भगिनी.